गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात्पर्वम् तस्मै श्रीगुरवै नमः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र भेदः पृथक्त्वं तयोः मध्ये वैलक्षण्यम् इति। तत्र वयं गतसप्ताहे वयं किञ्चित् पठितवन्तः, तत्र संयोगः नाम एतत् सर्वं संयोगस्य आधारेण एतस्य प्रश्नस्य उत्तरं भवति। तर्हि संयोगः अपि तत्र पृथक्त्वम् अपि भेदः तत्र कः सम्बन्धः इत्युक्ते, तत्र संयोगः कुत्र भवति, तत्र वयं दृष्टवन्तः तत्र ययोः मध्ये तत्र पृथक् नाम यौ पृथक् आश्रय आश्रितौ नाम ययोः आश्रयौ पृथक् स्तः तयोः मध्ये एव तत्र संयोगः जायते। तत्र अस्माकं तत्र प्रश्नः उदेति नाम तत्र पृथक् आश्रय आश्रितत्वम् इति यत्र अस्ति तत्र तस्मिन् पृथक् इति निष्कास्य भेदः अथवा भिन्न आश्रय आश्रितत्वम् इति वयं तत्र स्थापयितुं शक्नुमः वा, तदा तत्र संयोगः जायते वा इति विषये तत्र चर्चा गतवर्गे जाता। अतः इद्य इदानीम् अग्रे सरामः, किन्तु तत्र एकं परिच्छेदं यत् यं परिच्छेदं वयं गतवर्गे पठितवन्तः तमेव परिच्छेदं पुनः एकवारं पठित्वा अग्रे सरामः। तर्हि तत्र नरसिंहग्रे महोदय नमस्कारः। नमस्कारः महोदय। नीता भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः। अस्तु तर्हि तत्र उषा भगिनी भवती एव आरम्भं करोति वा, तत्र यद्यपि घटकपालयोः भेदः अस्ति इति। अस्तु महोदय, साहाय्यम् आवश्यकम् इति। अस्तु महोदय, यद्यपि घटकपालयोः भेदः अस्ति तथापि द्वयोः मध्ये पृथक् आशय आश्रितत्वं नास्ति। घटकपालयोः भेदः अस्ति, कुतः? कपालः स्वस्य समवायीकारणे आश्रितः, कपालः स्वस्य समवायीकारणे आश्रितः। घटः कुत्र अस्ति? स्वस्य समवायिकारणे कपाले। परन्तु घटस्य यत् समवायीकारण कपालः, एवं कपालस्य यत् समवायीकारणं कपालिका, अनयोः मध्ये पृथक्त्वं नास्ति, पृथक्त्वं नास्ति। अनेन द्वयोः अपि समवायीकारणयोः भिन्नदेशे स्थितत्वं नास्ति। भिन्नदेशे यदा भवतः तदा एव पृथक्त्वम् इति गुणः उत्पद्यते। तस्मात् पृथक् आश्रय आश्रितत्वभावात् द्वयोः मध्ये संयोगः न सम्भवति। पृथक् आश्रय आश्रयोः आश्रितौ यौ, तयोः एव संयोगः इति नियमः अङ्गीकृतः। अस्तु महोदय, घटकपालयोः भेदः अस्ति, घटः इति कपालः नास्ति, कपालः इति घटः नास्ति इत्यनेन घटकपालयोः भेदः अस्ति। तथापि द्वयोः मध्ये पृथक् आश्रय आश्रितत्वं नास्ति। घट अपि आश्रयः भवति कपालः, कपाल परम्परया कपालिकाः एव भिन्नस्थले नास्ति, आकाशदेशः भिन्नः नास्ति इति। अस्तु अस्तु, इति मूलांशः। तर्हि तत्र अग्रे कुतः इति अस्ति प्रश्नः, अपि विवरणम् अग्रे अस्ति। तर्हि पृथक् आश्रय आश्रितत्वं किमर्थं नास्ति इति अग्रे परिच्छेदे अस्ति, सोपानेन गच्छामः। कपालः स्वस्य समवायीकारणे आश्रितः, कपालः कपालस्य आश्रयः स्वस्य समवायिकारणे अस्ति, तदस्ति कपालिका, सा अस्ति कपालिका। तर्हि कपालः कपालः अपि कपालिका। घटः कुत्र अस्ति? स्वस्य समवायिकारणे कपाले घटस्य समवायिकारणं कपालः परन्तु घटस्य यत् समवायिकारणकपालः एवं कपालस्य यत् समवायिकारणं कपालिका अनयोः मध्ये पृथक्त्वं नास्ति नाम कपालिका अपि कपालः भिन्नः खलु तयोः भेदः अस्ति कपालिका कपालः नास्ति कपालः कपालिका नास्ति नास्ति तर्हि भेदः अस्ति पृथक्त्वं नास्ति पृथक्त्वम् इत्युक्ते आकाशदेशः भिन्नः भिन्नः भिन्न आकाशदेशे अस्ति चेतेव पृथक्त्वं किन्तु यत्र कपालिका अस्ति तत्रैव कपालः अस्ति इति कृत्वा तत्र आकाशदेशः भिन्नः नास्ति अत्र अतः पृथक्त्वम् अनयोर्मध्ये पृथक्त्वं नास्ति अनेन द्वयोः अपि समवायिकारणयोः भिन्नदेशे स्थितत्वं नास्ति भिन्नदेशे स्थितत्वं नास्ति द्वयोः अपि समवायिकारणयोः कपालिका समवायिकारणं कपालस्य समवायिकारणं कपालः घटस्य समवायिकारणं द्वयोः समवायिकारणयोः मध्ये भिन्नदेश भिन्नदेश स्थितत्वं नास्ति स्थितत्वं नास्ति नाम भिन्नदेशे न स्थितौ तावदेव अतः स्थितत्वं नास्ति भिन्नदेशे यदा भवतः तदा एव पृथक्त्वम् इति गुणः उत्पद्यते भिन्नदेशे यदा भव तदा एव पृथक्त्वम् इति गुणः उत्पद्यते तस्मात् पृथक् आशय आश्रितत्व अभावात् द्वयोः मध्ये संयोगः न सम्भवति पृथक् आशय आश्रितत्व अभावः यतोहि भिन्न आकाशदेशम् अपि नास्ति सो तस्मात् पृथक् आशय आश्रितत्वम् अपि नास्ति पृथक् आशय आश्रितत्व अभावात् द्वयोः मध्ये संयोगः न सम्भवति वयं पूर्वं पठितवन्तः कपालिका अपि कपालः कपालः तर्हि आश्रयौ पृथक् न सः खलु पृथक् आश्रयौ इति न वक्तुं शक्नुमः अतः यद्यपि कपालः आश्रितः खलु कपालः आश्रितः अस्ति कपालिकायाम् आश्रितः अस्ति घटः अपि आश्रितः अस्ति कपाले आश्रितः अस्ति अतः आश्रय आश्रितत्वम् अस्ति नाम आश्रये आश्रितः खलु एषः अपि आश्रितः एषः अपि आश्रितः कुत्र आश्रितः आश्रये आश्रितः अतः आश्रय आश्रितत्वं तावत् अस्ति आश्रय आश्रितत्वं नाम आश्रये सः इति वक्तुं शक्नुमः किन्तु पृथक् तद् न वक्तुं विशिष्ट आश्रय आश्रितत्वं नास्ति सामान्य आश्रय आश्रितत्वम् अस्ति नाम तस्यापि आश्रयः अस्ति तस्यापि आश्रयः अस्ति अतः आश्रय आश्रितत्वम् अस्ति किन्तु विशिष्ट नाम पृथक् आश्रय आश्रितत्वम् अस्ति वा नास्ति सो पृथक् आश्रयः आश्रयो आश्रितौ यौ तयोः एव संयोगः भवति इति नियमः अङ्गीकृतः अतः अत्र संयोगः न जायते नाम आश्रितौ एतौ आश्रितौ आश्रयोः आश्रितौ किन्तु पृथक् आश्रयोः आश्रितौ अतः अतः तत्र संयोगः इति नास्ति न भवति समीचीनं अतः तत्र भेदः अस्ति किन्तु पृथक्त्वम् इति नास्ति अतः तत्र संयोगः न जायते एतेन वयम् अवगच्छामः तत्र संयोगः कुत्र भवति नाम पृथक् इति अपि संयोगः तयोः मध्ये सम्बन्धः अस्ति. पृथक्त्वम् अपि संयोगः तयोः मध्ये सम्बन्धः अस्ति नाम पृथक् यदा आश्रयौ पृथक् स्तः तदा संयोगः जायते, किन्तु आश्रयौ भिन्नौ इत्यनेन तत्र संयोगः जायते इति नास्ति. अतः भेदः इति भेदेन तत्र संयोगस्य कार्यं न सम्भवति, किन्तु पृथक्त्वेन पृथक्त्वं संयोगस्य कारणं भवितुम् अर्हति, किन्तु भेदः तथापि संयोगस्य कारणं नास्ति इति अवगच्छामः. अस्तु महोदय, समीचीनम्. अन्यप्रश्नः अस्मिन् परिच्छेदे, अत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यम् अस्ति न वा इति अस्माकं मुख्य अंशः. अस्तु, धन्यवादः भगिनी. अस्तु, अग्रे सरामः तर्हि. अग्रे सरामः तर्हि. तत्र तर्हि तत्र नीता भगिनी अग्रे पठति वा? एकस्मिन् एव हस्ते यदा केवलं घटः स्वाश्रये कपाले स्वाश्रये कपालिकायां त्रीणि अपि द्रव्याणि सन्ति तदा घटः भिन्ने आश्रये स्थितः कपालः भिन्ने आश्रये स्थितः अनेन भिन्नाश्रयाश्रितौ द्वौ अपि. तर्हि क्रियया संयोगः कुतो न भवति इति प्रश्नः तदवस्थः. नवीनग्रन्थे तत्र पर्यन्तं न चिन्तितं. नव्यैः च उक्तं पृथक्त्वं नापेक्षते, भेदेन एव निर्वाहो भवति. परन्तु वस्तुतः प्राचीनानाम् आशय सम्यक् अस्ति इति विद्याधर्यां ग्रन्थकारस्य अभिप्रायः. अत्र पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः तत्र सामान्य आश्रय आश्रितत्वं भवेत्, परन्तु विशेषतः यत् पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ यदि स्थितिः अस्ति तयोः मध्ये संयोगः भवति. भिन्नाश्रयौ श्रितौ अस्यां स्थितौ संयोगः न भवति. अनन्तरं तत्र एतस्मिन् परिच्छेदे दत्तमस्ति यदा एकस्मिन् हस्ते केवलं घटः इति स्वीकुर्मः चेत् अस्यां स्थितौ तत्र घटः अस्ति, घटस्य घटः इति आश्रितः, घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिका, तत्र त्रीणि अपि द्रव्याणि सन्ति. एतस्मिन् स्थले तत्र घटः भिन्न आश्रयः, घटस्य आश्रयः कपालः तद्भिन्नः, कपालस्य आश्रयः कपालिका तदपि भिन्नः. इत्युक्ते घटः अपि च कपालः भिन्ने आश्रये स्थिते, अनेन भिन्नाश्रयाश्रितौ द्वौ अपि. तत्र द्वयोः कृते अपि भिन्नाश्रियाश्रितौ इति स्थितिः अस्ति. तर्हि क्रियया संयोगः कुतो न भवति इति प्रश्नः. अत्र क्रियया संयोगः भवितुम् अर्हति वा? तत्र क्रियया संयोगः न भवति इति प्रश्नः. नवीनग्रन्थे तत्र कुतः न भवति, कुतः न भवेत्, खलु भवेत्, खलु यदि भवितुम् अर्हति. इदानीं नाम तत्र यदि प्राचीनानां मतं स्वीकुर्मश्चेत् पृथक्त्वम् अपि भेदः, तेषां मतम् अस्ति पृथक्त्वं भेदः नास्ति इति, खलु प्राचीनानां मतमस्ति पृथक्त्वम् अपि भेदः, पृथक्त्वं भेदः नास्ति, भेदः अन्यः पदार्थः, पृथक्त्वम् अन्यः पदार्थः. तर्हि ते तु वदन्ति अत्र तु संयोगः न जायते, यतोहि तत्र भिन्न आश्रय आश्रितौ द्वौ, किन्तु पृथक् आश्रय आश्रितौ न स्तः, अतः संयोगः न जायते इति. प्राचीनानां मतं नवीनाः किम् उक्तवन्तः? तत्र पर्यन्तं न चिन्तितं नव्यैः च उक्तं पृथक्त्वं न अपेक्षते भेदेन एव निर्वाणः भवति अनुसारेण तत्र पृथक्त्वं भेदः द्वयोः मध्ये तादृशभेदः नास्ति इति हा ते उक्तवन्तः वयमपि चर्चितवन्तः नाम यत्र तत्र घटः पटः न इति नाम घटः पटात् पृथक् इति यदि भवति तत्र घटे पटभेदः अस्ति अपि घटे नाम क्षम्यतां घटः पटात् पृथक् इति यदि वदामः तर्हि घटे पृथक्त्वम् अस्ति पटनिरूपितपृथक्त्वम् अस्ति पृथक्त्वम् इति गुणः अपि अस्ति अपि तस्मिन्नेव सन्दर्भे वयं घटः पटः न इति अपि वक्तुं शक्नुमः अतः तत्र यत्र घटः पटात् पृथक् अपि यत्र घटः पटः न इति भवति तर्हि तत्र द्रव्ययोः मध्ये तत्र पृथक्त्वं यत्र यत्र भवति तत्र तत्र भेदः अपि भवति इति ते उक्तवन्तः अतः तत्र किन्तु भेदः यत्र द्रव्यं नास्ति आश्रयः द्रव्यं नास्ति तत्र अपि भेदः कार्यं करोति किन्तु पृथक्त्वं केवलं गुणः इति कृत्वा पृथक्त्वं केवलं द्रव्ये एव भवितुमर्हति खलु अतः ते उक्तवन्तः अस्तु यत्र यत्र पृथक्त्वं तत्र तत्र भेदः अस्ति यावत् केवलं तत्र द्रव्यस्य विचारः अस्ति तत्र एषा स्थितिः अस्ति यत्र यत्र पृथक्त्वं तत्र तत्र भेदः अपि ते उक्तवन्तः यत्र पृथक्त्वं कार्यं न करोति तत्र भेदः तु कार्यं करोति तर्हि सर्वत्र भेदः एव कार्यं करोतु इति तेषां मतानुसारेण भेदः इत्युक्ते अन्योन्य अभावः खलु अन्योन्य अभावः द्वयोः अपि भेदः इत्युक्ते अन्योन्य अभावः एव अन्योन्य अभावः इति एव अतः ते उक्तवन्तः पृथक्त्वं तस्य आवश्यकता एव नास्ति यतोहि तत्र यत्र पृथक्त्वं द्रव्ये यत्र पृथक्त्वं जायते तत्र भेदः अपि जायते इति ते उक्तवन्तः अतः तत्र ते उक्तवन्तः तत्र भेदः अपि पृथक्त्वं समानः इति तेषां मतम् अस्ति किन्तु इदानीं किम् उक्तं हा नवीनग्रन्थे निर्वाहः भवति इति अतः तत्र यत्र उक्तं नवीनग्रन्थे तत्र पर्यन्तं न चिन्तितम् नाम तत्र अस्मिन् सन्दर्भे तत्र किं भवति अत्र केवलं घटः कपालः अपि कपालिका इति अस्ति तत्र भिन्नः आश्रय भिन्नाश्रय आश्रितौ इति तु अस्ति किन्तु पृथक् आश्रय आश्रितौ इति न वक्तुं शक्नुमः तर्हि तत्र यदि वयं पश्यामः तर्हि तत्र अत्र घटः अपि कपालः अत्र घटः अपि कपालः इति स्वीकुर्मः तत्र घटकपालयोः मध्ये भेदः वर्तते वा घटकपालयोः मध्ये भेदः तु वर्तते वर्तते खलु घटः कपालः नास्ति कपालः घटः नास्ति खलु समीचीनं तर्हि अत्र भेदः तु अस्ति खलु भेदः तु अस्ति एव भेदः अत्र अस्ति पृथक्त्वम् अस्ति वा अत्र पृथक्त्वं नास्ति पृथक्त्वं नास्ति यतोहि भिन्न आकाशदेशः नास्ति समानः नास्ति अतः पृथक्त्वम् अत्र नास्ति तर्हि किम् अभवत् तत्र यत्र यत्र पृथक्त्वं तत्र तत्र भेदः इति नव्यनैयायिकाः उक्तवन्तः खलु किन्तु द्रव्ये यदि तत्र भेदः कार्यं करोति चेत् पृथक्त्वस्य कार्यं करोति तर्हि किं भवेत् द्रव्ये अत्र द्रव्यः द्रव्यम् इति एव विषये यतो हि घटः कपालः वयमपि द्रव्यं खलु घटः अपि द्रव्यं कपालः अपि द्रव्यं तर्हि यत्र पृथक्त्वं कार्यं करोति तत्रैव भेदः अपि कार्यं करोति इति ते उक्तवन्तः. पृथक्त्वं नोपेक्षते, भेदेन एव निर्वाहः भवति इति ते उक्तवन्तः. तेषाम् आशयः कः तर्हि? यत्र यत्र द्रव्ये यत्र यत्र पृथक्त्वं तत्र तत्र भेदः वर्तते इति उक्तवन्तः. अतः भेदः एव कार्यं करोति इति उक्तवन्तः. किन्तु द्रव्ये अपि एतत्तु सत्यं, यत्र यत्र पृथक्त्वं तत्र तत्र भेदः इति ते उक्तवन्तः. किन्तु अत्र अस्मिन् उदाहरणे किम् अभवत्? पृथक्त्वं नास्ति किन्तु भेदः अस्ति. तर्हि यत्र यत्र पृथक्त्वं तत्र तत्र भेदः, तत्तु सत्यं. किन्तु यत्र यत्र भेदः द्रव्ये तत्र तत्र पृथक्त्वम् इति तु समीचीनं नास्ति, सर्वदा न भवति तत्र. हा, एतत् उदाहरणं प्रदर्शयति. यत्र यत्र भेदः तत्र तत्र पृथक्त्वम् इति नास्ति. तर्हि समानवृत्तित्वं द्रव्ये भेदस्य अपि पृथक्त्वस्य समानवृत्तित्वं नास्ति. भेदस्य अधिकदेशवृत्तित्वं नाम कुत्रचित् पृथक्त्वं नास्ति किन्तु भेदः अपि वर्तते इति स्थितिः. तर्हि तत्र पृथक्त्वं यत्र अस्ति तत्र भेदः कार्यं करोति इति सत्यं, किन्तु यत्र पृथक्त्वं नास्ति तत्रापि भेदः अस्ति इति कृत्वा तर्हि तत्रापि संयोगः भवति इति आगतं. तत्तु समीचीनं नास्ति. अतः इदानीं तत्र अतः परन्तु वस्तुतः प्राचीनानां आशयः सम्यक् अस्ति इति विद्याधर्यां ग्रन्थकारस्य अभिप्रायः. प्राचीनानाम् आशयः यत् अस्ति भेदः पृथक्त्वं भिन्न समानं सम्यक् अस्ति इति ग्रन्थकारस्य मतानुसारेण अस्ति. तस्य आशय अभिप्रायः अस्ति. प्राचीनानाम् आशयः सम्यक् एव अस्ति. नाम एतत् उदाहरणं पश्यतु, घटः अपि कपालः, तत्र भेदः अस्ति किन्तु पृथक्त्वं नास्ति इति. अतः तत्र प्राचीनानां मतमेव बलवत् इति वक्तुं शक्नुमः एतस्य उदाहरणस्य आधारेण, एतेन उदाहरणस्य आधारेण. अस्य अस्तु उदाहरणस्य आधारेण अस्तु अग्रे सरामः तर्हि. धन्यवादः भगिनि. अस्तु अग्रे शोभा भगिनी अग्रे. आं महोदय, सारांशः इति आहत्य भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति. पृथक्त्वं कदा उत्पद्यते? यदा भिन्ने देशे भवतः तदा एव. एकस्मिन् हस्ते यः घटः तस्मिन् च कपालः कपालिका च, तत्र पृथक्त्वं नैव उत्पद्यते. पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते. भेदस्य कृते तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते. यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते. अतः कदाचित् भवितुम् अर्हति, कदाचित् न भवितुम् अर्हति देशस्य देशम् अनुसृत्य. किन्तु भेदः तु नित्यः. कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. यथा पूर्वम् उक्तं विद्याधर्यां, सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति. तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. अयं भेदः नित्यः. किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णयः इति किमपि नास्ति. वस्तु कुत्रापि भवतु नाम प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति. अस्तु, इदानीं तत्र भेदः पृथक्त्वम् इत्यनयोः सामान्यं किं समानत्वं नास्ति इति विषयः चिन्तनम् अस्ति. तत्र भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति. तत्र भिन्नः भिन्नशब्दः भेदः इत्युक्ते तत्र समानं न इति भवति, इत्युक्ते घटः पटः न, अन्योन्य अभावः. तत्र घटः पटसमानं नास्ति, किन्तु पृथक् इति शब्दः शब्दस्य प्रयोगः भवति चेत् तत्र देशस्य अपि विषयः आगच्छति. इत्युक्ते तत्र द्वयोः भिन्नदेशे उपस्थितिः यदा भवति तदा एव पृथक् इति वक्तुं शक्नुमः. तत्र पृथक्त्वं कदा उत्पद्यते इत्युक्ते भिन्नदेशे यदा भवतः तदा एव. अपि च एकस्मिन् हस्ते यः घटः, तत् इदानीम् उदाहरणं स्वीकृत्य एकस्मिन् हस्ते यः घटः अस्ति तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति, तत्र पृथक्त्वं नैव उत्पद्यते, यतोहि तत्र भेदः उत्पद्यते. यथा घटः अस्ति हस्ते, अपि च कपालः अपि अस्ति तस्मिन्नेव हस्ते देशे, कपालिका अपि अस्ति, तयोः तत्र घटः कपालः न, कपालः कपालिका न, पुनः घटः कपालिका न इति भेदाः सन्ति. किन्तु पृथक्त्वं न भवति, यतोहि तत्र पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते, भिन्नदेशः नास्ति, अतः पृथक्त्वम् इति न वक्तुं शक्नुमः. भेदस्य कृते तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता अपेक्षते. भेदः इत्युक्ते घटः पटः न इति, कपालः घटः पट् कपालः न इति वदामः चेत् तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता अपेक्षते. इत्युक्ते तत्र तादात्म्यसम्बन्ध अवच्छिन्न इत्युक्ते यथा घटः तत् कपालः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति इति दृष्टवन्तः. नाम तत्र प्रतियोगी तत्र केन सम्बन्धेन तत्र भवति इति वार्ता, नाम आश्रये भवति इति वार्ता, नाम तत्र इदानीं चिन्तयामः तत्र उत्पीठिका अस्ति, इदानीम् अत्र घटः नास्ति इति चिन्तयामः, तर्हि घटस्य अभावः अस्ति, किन्तु एषः अत्यन्त अभावः खलु, एषः अभावः अत्यन्त अभावः, इदानीं घटः नास्ति, तर्हि घटम् आनयामश्चेत् एषः अभावः नश्यति इदानीं तत्र घटम् आनयामश्चेत् तत्र घटः उत्पीठिकायां केन सम्बन्धेन भवति, तत्र तादात्म्यसम्बन्धेन न घटः अपि तत्र उत्पीठिका न घटः अपि उत्पीठिका घटः उत्पीठिका संयोगसम्बन्धेन तर्हि तत्र सम्बन्धः भवति संयोगः इति तत्र भवति संयोगसम्बन्धः. अतः तत्र संयोगसम्बन्धः एव तत्र वयं वदामः, तत्र सम्बन्धस्य तत्र सः एव तत्र अवच्छिन्न तत्र अवच्छेदकः भवति. तत्र या प्रतियोगिता घटे अस्ति, घटे इदानीं तत्र अत्यन्त अभावस्य तत्र उत्पीठिकायां तत्र अभावः अस्ति, अभावे तत्र अनियोगिता अस्ति, अभावः एव अनियोगी, घटे तत्र प्रतियोगिता अस्ति, प्रतियोगी इति घटः भवति तत्र. घटः केन सम्बन्धेन आश्रये भवति इत्युक्ते तत्र संयोगसम्बन्धेन. अतः तत्र वयं वदामः तत्र अत्र संयोगसम्बन्धावच्छिन्न प्रतियोगिता इति वदामः, यत्र अत्यन्त अभावः भवति, केवलं तत्र अन्योन्यभावः स्थले एव तत्र तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता भवति. तत्र अभाव तत्र चतुष्टयम् अस्ति, किन्तु तेषु केवलं तत्र अन्योन्य अभाव एव तत्र तत्र एव प्रतियोगिता भवति, तादात्म्यसम्बन्धावच्छिन्ना इति. अन्यत्र तत्र संयोगसम्बन्धावच्छिन्न अथवा समवायसम्बन्धावच्छिन्न इत्यादिकं भवति, केवलं तत्र अन्योन्य अभाव तत्र एव प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना भवति, यतोहि तत्र घटः घटस्य अन्योन्य अभावः तत्र प्रतियोगी अस्ति घटः, स च घटः आश्रये, तर्हि तत्र आश्रये इत्युक्ते तत्र कुत्र भवितुम् अर्हति इत्युक्ते तत्र नाम तत्र कुत्र अभावः भवति इति वार्ता नास्ति, नाम तर्हि तत्र एषः प्रतियोगी तत्र भवति, हा तत्र स्वस्मिन् स्थित्वा इति आगच्छति इति कृत्वा तत्र तादात्म्यसम्बन्धः इति आगच्छति भगिनि. हा तर्हि तत्र किञ्चित् उक्तमस्ति अग्रे, तर्हि तदपि पठामः तर्हि. यदा द्वयोः इति यदा अपि च तत्र अधिकरणम् अपि अपेक्षते भेदस्य कृते, तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता अधिकरणमपि अपेक्षते. केवलं भेदः अस्ति इति तेन पर्याप्तं नास्ति, अत्र भेदः वर्तते इति वक्तव्यं खलु. अत्र घटः नास्ति इति नाम उत्पीठिकायां घटः नास्ति, तर्हि उत्पीठिकायां घटस्य अत्यन्ताभावः अस्ति, तर्हि तत्र केवलम् अत्यन्ताभावः अस्ति इति न, अत्यन्ताभावः अत्र न अस्ति इति वक्तव्यं, तर्हि अधिकरणमपि अपेक्षते. अस्तु महोदय. यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते इति दृष्टवन्तः. अतः कदाचित् भवितुम् अर्हति, कदाचित् न भवितुम् अर्हति देशम् अनुसृत्य. इदानीं तत्र परस्परभिन्नदेशः यदा देशः भिन्नः तदा एव पृथक्त्वम् इति गुणः भवति, तत् सर्वदा न भवति. यथा तत्र भेदः यत्र भवति तत्र पृथक्त्वम् अपि भवति इति वक्तुं न शक्नुमः. घटः कपालः कपालिका तत्र भेदः वर्तते, किन्तु पृथक्त्वं न वर्तते यतोहि देशः भिन्नः नास्ति इति. यदा एकस्मिन् हस्ते घटः अस्ति, अन्यस्मिन् हस्ते कपालः अस्ति इति चिन्तयामः चेत् तदा भिन्नदेशे स्तः द्वौ, अतः तत्र पृथक्त्वं भवति अपि च संयोगः अपि भवितुम् अर्हति भिन्नदेशः इति कृत्वा, तदा एव पृथक्त्वम् इति वक्तुं शक्नुमः. अतः तत्र कदाचित् भवति, कदाचित् न भवति पृथक्त्वम् इति गुणः. किन्तु भेदः तु नित्यः, कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. तत्र घटः घटः एव, अन्य किमपि न भवितुम् अर्हति. तर्हि घटः पटः इति स्वीकुर्मः, तर्हि घटः पटः न इति स्वीकुर्मः, तर्हि तत्र तर्हि घटे तत्र पटभेदः वर्तते खलु. अथवा अत्र घटः नास्ति इति अभावः, तर्हि तत्र अस्तु, तर्हि तत्र पटः घटः न इति स्वीकुर्मः, यतोहि तत् प्रायश तर्हि पटः घटः न इति स्वीकुर्मः, तर्हि घटभेदः पटे अस्ति, पटः अस्ति आश्रयः पटे, घटः घटभेदः अस्ति खलु. घटभेदः पटे अस्ति, पटः आश्रयः घटभेदः इति अन्योन्य अभावः. तर्हि तत्र इदानीं पश्यामः तत्र किञ्चित् पटः घटः न इति वदामः चेत् तत्र पट यत् प्रथम यत् प्रथमम् अस्ति नाम तत्र तत्र नाम पटः घटः न इति वदामश्चेत् तत्र वाक्यं वाक्यस्य वाक्यं किं वदति, पटस्य विषये किमपि वदति खलु. पटः किमपि पटस्य विषये वदति, पटः घटः न इति. अतः पटस्य विषये किमपि उक्तम् अस्ति, किम् उक्तम्? ओ घटः न इति उक्तम्. तर्हि अतः यद् येन आरम्भं कुर्मः तदेव आश्रयः भवति. सत्यं भगिनि, सः एव आश्रयः भवति. तर्हि पटः घटः न इति वदामश्चेत् अस्तु, पटस्य विषये किमपि उक्तम्. किम् उक्तं? पटः घटः न इति उक्तम्. तर्हि पटः घटः न इत्युक्ते नाम घटभेदः पटे वर्तते. तर्हि पटः इति आश्रयः घटभेदस्य इति उक्तमस्ति. यदि विपरीततया वदामः नाम घटः पटः न इति वदामः, तर्हि घटस्य विषये किमपि उक्तं, किम् उक्तं? घटः पटः न इति उक्तं. तर्हि घटे पटभेदः वर्तते. इदानीं पटः घटः न इति स्वीकृतवन्तः, तर्हि पटः इति आश्रयः, घटभेदः इति आदेयः. इति अस्ति. तर्हि अस्तु, तत्र घटभेदः इति उक्तत्वात् अस्तु, इदानीं तत्र पटभेदः इति न भवति. अस्तु, पटभेदः इति यतोहि एतद् वाक्यं स्वीकुर्मः, यतोहि अग्रे तत्र घटं विहाय इत्यादिकम् उक्तं, तर्हि घटभेदः इति एव तत्र विषयः अस्ति. विद्याधर्यां यत् उक्तम् अतः घटभेदः इति स्वीकुर्मः. तर्हि एतत् वाक्यं स्वीकुर्मश्चेत् घटभेदः इति पटे अस्ति इति भवति. इदानीं प्रश्नः तत्र नाम यदि वदामः तत्र पटः घटः न, तत्र पटः कुत्र अस्ति इति विषयः आगच्छति वा? तदेव आशयः भवति चेत् आगच्छति. न किन्तु इदानीं पटः अस्मिन् प्रकोष्ठे अस्ति. एषः पटः घटः न, पटः इदानीम् अत्र अस्ति, तर्हि घटभेदः पटे अस्ति वा? अस्ति अस्ति. इदानीं पटम् अन्यत्र नयामः, इदानीमपि घटभेदः पटे अस्ति वा? अस्ति अस्ति, यत्र कुत्रापि पटः गच्छति तत्र सर्वत्र. तर्हि पटस्य आकाशदेशः तस्य प्रामुख्यत्वं नास्ति घटभेदस्य कृते. घटभेदस्य कृते पटः कुत्र अस्ति इति विषयः एव नास्ति. पटः अत्र भवतु अन्यत्र भवतु, किन्तु घटभेदः तु पटे सर्वदा वर्तते, नित्यः अस्ति. अस्तु, किन्तु पृथक्त्वम् इति स्थले कुत्र अस्ति इति विषयः आगच्छति. आगच्छति, आमाम्. भेदस्थले कुत्र अस्ति, भिन्नदेशः अथवा न इति न आगच्छति, नित्यम् अस्ति. अस्तु, तर्हि कयोः अपि द्वयोः द्रव्योः मध्ये भेदः सर्वदा भवति इति इदानीं भवता निरूपितं. यथा पूर्वम् उक्तं विद्याधर्यां, सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति इति. इत्युक्ते तत्र सर्वोऽपि पदार्थः घटः घटे घटे तादात्म्यसम्बन्धेन वर्तते. कपालः स्वस्मिन् कपाले तादात्म्यसम्बन्धेन वर्तते इति इत्यादयः तत्र सर्वत्र तदेव रीत्या स्वस्मिन् भवन्ति, तादात्म्यसम्बन्धेन पदार्थाः भवन्ति स्वस्मिन् इति. तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इति दृष्टवन्तः. तेन सम्बन्धेन इत्युक्ते तत्र तादात्म्यसम्बन्धेन घटः तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते इति. तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. यतोहि घटः सर्वदा तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते, अतः स्वस्मिन् विहाय अन्यत्र सर्वत्र घटस्य अभावः भवति न तु स्वस्मिन् इति अयमेव च भेदः इति भवति. एषः अभावः एव भेदः भेदः इति इत्युक्ते एकस्मिन् देशे इति आगच्छति तत्र महोदय. न केवलं घटे एव नाम घटः कुत्रापि भवतु, घटः कुत्रापि भवतु, घटः अपि तत्र अत्र अस्ति अन्यत्र अस्ति, अतः तत्र घटः कुत्र अस्ति इति वार्ता नास्ति खलु. घटं विहाय अन्यत्र तत्र एषः अभावः भेदः न तु पृथक्त्वं, क्षम्यताम्, अयमेव च भेदः इत्युक्ते भेदः यथा भवता दर्शितं तत्र पटे घटभेदः अस्ति सर्वदा इति, अयमेव च भेदः प्रतियोगिनं विहाय सः सर्वत्र भवति. हा इत्युक्ते तत्र घटस्य प्रतियोगी घटः एव, घटः एव इति प्रतियोगिनं तत् घट घटाभावः घटं विहाय सर्वत्र भवति. अयं भेदः नित्यः, किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णयः इति किमपि नास्ति. यदा तत्र पटः कुत्रापि अस्ति तत्र तस्मिन् घटभेदः तु वर्तते एव नित्यः सर्वदा वर्तते सर्वत्र यत्र कुत्रापि घटः पटः अस्ति तत्र घटभेदः तस्मिन् वर्तते एव. अतः तत्र विश्वे कुत्र अस्ति कस्मिन् देशे अस्ति इति इत्यस्य चिन्तनं न आवश्यकम्. वस्तु कुत्रापि भवतु नाम प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति इति तत्र सारांशरूपेण भेदः इत्युक्ते पृथक्त्वं न इति निरूपितम् अस्ति. समीचीनं भगिनी, धन्यवादः. एषः एव अयमेव सारांशः, नाम तत्र पटः घटः न इत्यनेन तत्र घटभेदः पटे वर्तते, अत्र पटः कुत्र अस्ति इति तस्य सः विषयः न आगच्छति एव. पटः अत्रापि भवतु अन्यत्रापि भवतु, तत्र लोके कुत्रापि पटः भवतु, किन्तु घटभेदः पटे वर्तते एव, किन्तु पृथक्त्वं तादृशं नास्ति. कुत्र अस्ति, आकाशदेशः भिन्नः भवति चेदेव तत्र पृथक्त्वम् इति जायते, अतः आकाशदेशः इति विषयः तत्र आगच्छति. अत्र भेदस्थले आकाशदेशः न आगच्छति एव इति. अपि कोऽपि स्मरति वा तत्र अभावः सर्वदा तत्र आश्रये एकेन तत्र एकेन सम्बन्धेन एव भवति, नाम तत्र गुणः तत्र नाम रूपम् आश्रये समवायसम्बन्धेन तिष्ठति, नाम रूपम् अपि तत्र परिमाणम् एतत् सर्वं तत्र गुणः इति कृत्वा समवायसम्बन्धेन आश्रये भवति. अभावः केन सम्बन्धेन तत्र आश्रये भवति इति कोऽपि स्मरति वा? संयोगः इति नास्ति खलु, समवायः स्वरूपसम्बन्ध स्वरूपसम्बन्धेन भवति. उत्तमं महोदय. तत्र संयोगः अपि नास्ति, समवायः अपि नास्ति, तादात्म्यसम्बन्धः अपि नास्ति, अतः केवलं तत्र स्वरूपसम्बन्धः इति एव. अतः स्वरूपसम्बन्धः, अभावः सर्वदा स्वरूपसम्बन्धेन भवति. तत्र वयं पूर्वं पूर्वं तत्र आरम्भे तत्र एतस्य चर्चां कृतवन्तः, अतः तत्र बहु वर्गात् प्राक् एषः विषयः आगतः आसीत् महोदय. इत्युक्ते तत्र अभावः तस्य स्वरूपस्य एव अभावः इति कृत्वा खलु नाम तत्र तत्र भगिनी तत्र यत्र किमस्ति तत्र मम अवगमनम् एतदस्ति यत्र संयोगः नास्ति समवायः नास्ति अपि तारतम्यसम्बन्धः नास्ति तत्र सर्वं स्वरूपसम्बन्धः इति तावदेव नाम तत्र अन्यत् किम नूतनम् इति वदामश्चेत् तत् कुत्र भवति कदा तस्य उत्पत्तिः भवति नित्यं वा अनित्यं वा एतत् सर्वं वक्तव्यम् अतः स्वरूपसम्बन्धः अथवा तत्र दैशिकविशेषणता स इति अपि ते वदन्ति तावत् इति अतः तत्र स्वरूपसम्बन्धः इति अस्ति अतः तत्र अभावः सर्वदा स्वरूपसम्बन्धेन आश्रये भवति अस्तु इदानीं तत्र एतावत् समीचीनं तत्र करपत्रे यत् अस्ति तस्य सारांशः इदानीं पठितः अग्रे सरामः तर्हि अग्रे तर्हि तत्र नरसिंहगिरे महोदय पठति वा अग्रे आम् महोदय घटकपालयो परम्परा इति न तदेव सत्यं महोदय पूर्वम् अस्माभिः उक्तं यत् घटस्य अवयवः कपालः कपालस्य च अवयवः कपालिका कपालः कपालिका च पृथक् इत्यस्मात् प्रश्नः आगतः आसीत् यत् अवयवायविनोः संयोगो भवेत् तत्र समाधानमुक्तं यत् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति कृत्वा अवयवेषु पृथक्त्वं नास्ति किन्तु अधुना बुद्धम् अस्माभिः यत् वस्तुतः कपालः कपालिका च पृथक् न यतोहि भिन्नदेशे न स्तः भिन्नौ स्तः किन्तु पृथक् न एतस्मात् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति तादृशं कथञ्चित् समाधानं नापेक्षितं कपालः कपालिका च पृथक् एव न स्तः भिन्नौ किन्तु पृथक् न पूर्वं वयं दृष्टवन्तः पूर्वम् अस्माभिः उक्तं यत् बहुपूर्वं तत्र घटस्य अवयवः कपालः अस्ति कपालः कपालस्य च अवयवः कपालिका अस्ति अतः कपालिका कपालिका च पृथक् इत्यस्य प्रश्नः आगतः आसीत् यत् अवयवायविनो संयोगो भवेत् इति कपालभिन्न कपालपृथक् अस्ति कपालिका पृथक् अस्ति कपालः अस्ति घटस्य अवयवः कपालिका अस्ति कपालस्य अवयवः इति कृत्वा तत्र प्रश्ने आगतं तत्र पूर्वं तत्र संयोगः भवेत् इति न किमर्थं न भवति भवेत् इति भवेत् न इति प्रश्ने आगतं परन्तु तत्र तत्समये समाधानम् उक्तं यत् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः घटस्य अवयवः कपालः कपालस्य अवयवः च कपालिका इति कृत्वा तेषां मध्ये परम्परासम्बन्धः अस्ति अतः अवयवेषु तत्र पृथक्त्वं नास्ति इति वयम् उक्तवन्तः परन्तु तत् अनन्तरं वयम् अस्माभिः यत् महोदय नाम पूर्वं वयं किं कृतवन्तः नाम तत्र वयं पूर्वम् उक्तवन्तः नाम तत्र किमर्थं कपालः अपि घटः द्वयोः मध्ये संयोगः न जायते इति तत्र वयं किम् उक्तवन्तः अस्तु घटः अपि कपालः घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका कपालिका तर्हि एषः आश्रयः अपि एषः आश्रयः तत्र समान आश्रयौ न स्तः खलु अतः संयोगः भवितुम् अर्हति इति प्रश्नः भवति चेत् वयम् उक्तवन्तः न परम्परा स्वीकुर्मः नाम आश्रयपरम्परा स्वीकृत्य वयम् उक्तवन्तः तत्र किम् उक्तवन्तः तत्र घटः घटस्य वदतु महोदय अवयवपरम्परा स्वीकृत्य वयम् उक्तवन्तः नाम कपालः घटस्य अवयवः कपालिका कपालस्य अवयवः तर्हि घटस्य आश्रयः कपालः इति स्वीकर्तुं शक्नुमः खलु. कपालस्य आश्रयः अपि कपालिका इति स्वीकर्तुं शक्नुमः. तर्हि आश्रयः समानः इति आगतः खलु. अतः संयोगः न ध्यायते. तर्हि तत्र परम्परा इति परम्परासम्बन्धः स्वीकृत्य वयं तत्र संयोगः न जायते इति साधितवन्तः पूर्वं. तदा अस्माकं मनसि तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये कः सम्बन्धः इति स्पष्टतया नासीत् अस्माकं मनसि खलु. किन्तु तदा एतत् उक्तवन्तः पश्यतु समान आश्रयः अतः एव संयोगः न जायते इति तदा उक्तवन्तः वयं. किन्तु इदानीं वयं कथं चिन्तयामः तस्मिन् विषये इदानीं. किन्तु अधुना बुद्धम् इदानीं वयं दृष्टवन्तः पृथक्तम् अनन्तरं भेदः तत्र कथं भवति इति. भेदः इत्युक्ते तत्र भिन्नदेशस्य आवश्यकता नास्ति. यत्र कुत्रापि तत्र भेदः भवति, परन्तु पृथक्तदेशस्य कृते भिन्नदेश आवश्यकमिति इदानीं पठितम्. अतः तत्र तादृश स्थितिं मनसि कृत्वा तत्र वयम् इदानीं वक्तुं शक्नुमः तत्र किमर्थं कपालकपालिकायोः मध्ये अथवा घटकपालयोः मध्ये संयोगः न भवति इति इदानीं वयं वक्तुं शक्नुमः. अतः तत्र वस्तुतः कपालः कपालिका च पृथक् न स्तः खलु. तर्हि तत्र अत्र परम्परा इति तस्य आवश्यकता इदानीं नास्ति. एतस्य आवश्यकता नास्ति. घटः कपालिकायाम् अस्ति इति तस्य आवश्यकता नास्ति. घटः कपाले भवतु, कपालः कपालिकायां भवतु, किन्तु कपालः अपि कपालिका तत्र किमस्ति? कपालः कपालिका च पृथक् नास्ति, परन्तु पृथक् नास्ति. पृथक् नास्ति यतोहि भिन्नदेशे न स्तः. भिन्नौ स्तः किन्तु पृथक् न स्तः. अतः एव उक्तम् एतस्मात् अग्रिमवाक्यम् एतस्मात् तत्र समाधानम् एतस्मात् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति तादृशं कथञ्चित् समाधानं नापेक्षितं. यत् पूर्वं वयम् उक्तवन्तः तत्र तादृशसमाधानम् इदानीम् न अपेक्षितं. किमर्थमित्युक्ते अस्माकं कृते ज्ञानम् अस्ति पृथक्त्वं किं भेदं किम् इति. अतः तादृश कथञ्चित् समाधानं न अपेक्षितम् इदानीम् इति. नाम कथञ्चित् नाम तत्र अड्हाक् इति वदामः तत्र समाधानं कुत्र आगतम् एतत् समाधानं केवलम् अस्मिन् तत्र सम्यक् समाधानम् इति न मन्ये. समाधानम् इति अङ्गीकरोमि, किन्तु तत्र सम्पूर्णतया समाधानम् इति न स्वीकरोमि अङ्गीकरोमि इति. अतः कथञ्चित् तत्र अस्ति, किन्तु इदानीं सम्यक् समाधानम् इदानीं दातुं शक्नुमः वयम्. इदानीं वयम् एतत् सैण्टिफिक् समाधानं दातुं शक्नुमः इति. किमर्थं संयोगः न भवति इति अस्ति महोदय. अस्तु, समीचीनम्. अग्रे अपि पठतु महोदय, अग्रे तदनन्तरं नूतन. संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः प्रायः स्पष्टः स्यात्. अग्रे एतत् सर्वं कथं प्रतिपादितं भवति विद्याधर्यां, तस्य बोधनार्थं केचन नूतनसिद्धान्ताः अवगन्तव्याः, ते च अत्र उच्यन्ते. अवधि इति विषयः, इदानीं नूतनविषयः अवधि इति आगच्छति. इदानीं पर्यन्तं वयं भेद अनन्तरं पृथक्त्वस्य संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषये वयं सर्वं ज्ञातवन्तः. एतत् अग्रे एतत् सर्वं कथं प्रतिपादितं भवति विद्याधर्या, तस्य बोधनार्थं केचन नूतन अंशाः आवश्यकाः अस्ति, ते अग्रे वदिष्यन्ति इति अवधिविषयस्य कृते तत्र यदि तत्र पुटसङ्ख्या 99 पश्यन्ति चेत् तत्र संयोगनिरूपणम् इति अस्ति, तस्मात् प्राक् तत्र परिच्छेदः यः अस्ति तस्मिन् तत्र अवधित्वम् इति अवधित्वम् इति अस्ति, अतः एव अवधिः इति विषयः अग्रे आगच्छति. अस्तु तर्हि धन्यवादः महोदय, समीचीनम्. हा अस्तु तर्हि अग्रे चन्द्रमती भगिनी धन्यवादः पठति वा. हा धन्यवादः. अवधिः इति विषयः परिचयः. अवधित्वम् इति स्वरूपसम्बन्ध सम्बन्धविशेषः. फलं वृक्षात् यदा पतति तदा विभागः इति गुणः उभयत्र वर्तते. विभागः वृक्षे अपि फले अपि, परन्तु इदं पतनं वृक्षात् वृक्षादिकं वा फलादिकं वा? फलादिकं न, फलं तु कर्ता, फलं पतति. इदं पतनं वृक्षावधिकं. विभागः यद्यपि उभयत्र वर्तते, परन्तु यस्मिन् क्रिया नास्ति सः यदा विभागवान् भवति तस्य अवधिः इति व्यवहारः भवति. अत्र च अपादानकारकम् इति संज्ञा व्यवह्रियते. इदानीं नूतनविषयः अवधित्वमिति आगच्छति. इति स्वरूपसम्बन्धविशेषः अस्ति. अवधित्वं स्वरूपसम्बन्धः अस्ति. फलं वृक्षात् एकम् उदाहरणमस्ति, वृक्षात् फलं पतति, फलं वृक्षात् पतति, तदा विभागः इति गुणः उभयत्र वर्तते. फलात् वृक्षात् फल पतति, अत्र विभागः अन्य एकः गुणः अस्ति, तद् उभयत्र वृक्षे अपि फले अपि उभयत्र वर्तते. विभागः नाम संयोगस्य विपरीतं नाम संयोगः. तत्र हस्तयोः संयोगेन नमस्कारः इति भवति, किन्तु पुनः तत्र हस्तयोः विभागः अपि भवति. अत्र फलं वृक्षात् तत्र पतति तदा तत्र विभागः इति गुणः उत्पद्यते. विभागः वृक्षे अपि फले अपि तयोः विभागः वर्तते, परन्तु इदं पतनं वृक्षादिकं वा फलादिकं वा इति प्रश्नः. वृक्षावधिकं वा फलावधिकं वा इति प्रश्नः. अत्र फलावधिकं न, कारणं फलं तु कर्ता, फलं पतति, फलमेव अत्र कर्ता. पतनक्रिया फलेन क्रियते, फलं पतति. इदं फले एव तत्र पतनक्रिया अस्ति, पतनक्रिया अस्ति. इदं पतनं वृक्षावधिकम्. अतः अवधिकत्वं कर्तृपदे नास्ति. वृक्षावधिकत्वं. विभागः यद्यपि उभयत्र वर्तते, परन्तु यस्मिन् क्रिया नास्ति सः यदा विभागवान् भवति. विभागः द्वयोः वर्तते, किन्तु कार्य द्रव्यद्वयोः विभागः भवति चेत् द्वयोः विभागः वर्तते, किन्तु यस्मिन् क्रिया नास्ति तत्र एव विभागस्य अवधिकत्वं वर्तते. सः यदा विभागवान् भवति, अत्र वृषः विभागवान् भवति, अतः वृक्ष अवधिकत्वमेव फलस्य पतनक्रिया. तस्य अत्र अस्मिन् सन्दर्भे तत्र अवधिकत्वं वृक्षस्य एव अवधिकत्वम् अथवा वृक्ष अवधिकम्, तत्र पतनं वृक्ष अवधिकम् इति वदामः. अस्तु, तस्य अवधिः इति व्यवहारः भवति. तादृश वृक्षस्य अवधिः इति व्यवहारः अत्र च अपादानकारः इति संज्ञा व्यवह्रियते अपादानकारः पञ्चमे कृत्यं पञ्चमीविभक्ति यत्र भवति तत्र अपादानकारकं वृक्षः इति पतति अतः तत्र संज्ञा अपादानकारकम् इति इत्यनेन तत्र व्यवहारः भवति संज्ञा भवति एतावत् समीचीनं भगिनि हा एतावत् समीचीनम् अस्तु अग्रे अतः अवधिः अवधिः अवधिः इत्युक्ते किम् इति ज्ञातवन्तः अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र मृणालिनी भगिनी अग्रे धन्यवादः भगिनि ध्रुवमपाये अपादानम् प्रथमाध्याये चतुर्थपादे चतुर्विंशतितमं सूत्रं ध्रुवम् अपाये अपादानं ध्रुवं यत् यदपाययुक्तम् अपाये साध्ये यदवधिभूतं तत् कारकम् अपादानसंज्ञं भवति अत्र अपायः इत्युक्ते वियोगः अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति यस्मात् वियुक्तो भवति तस्य अपादानसंज्ञा यत्र अपादानत्वं भवति तत्र काचन क्रिया भवति एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिर्भवति पतनस्यापि अवधिर्भवति अतः विभागः सावधिकः पतनमपि सावधिकम् ध्रुवम् अपाये अपादानम् अस्य सूत्रेण वयम् अपादानक्रियाविषये जानीमः वियोगस्य विषये अस्ति यदा अपादानं नाम किम् इति तेन सूत्रेण अवगच्छामः अस्तु यदा अपाययुक्तम् अपाये साध्ये यदवधिभूतं तत् कारकम् अपादानसंज्ञं भवति एतत् न आचार्य नाम अपायः तत्र यत् अपाययुक्तम् अपाये साध्ये यद् अवधिभूतं तत् कारकम् अपादानसंज्ञं भवति तत् कारकम् अपादानसंज्ञं भवति तत्र तस्य कारकस्य संज्ञा भवति अपादानकारकम् इति अत्र तत्कारकम् अपादानसंज्ञं भवति कुत्र अपादानकारक तत्र अपादानकारकं कुत्र भवति तत्र यत्र अपाये अपायः नाम किम् इत्युक्ते वियोगः इदानीं तत्र फलं वृक्षात् पतति तत्र वियोगः इति अस्ति वा फलं वृक्षात् पतति अत्र वियोगः जायते वियोगः अस्ति इदानीं तत्र वियोगः अथवा तत्र वियोगः विभागः तत्र वृक्षे अपि अस्ति फले अपि अस्ति खलु पूर्वं किम् उक्तं तत्र पतनं वृक्ष अवधिकं वा फल अवधिकं वा इति खलु अत्र अन्ततो गत्वा किम् उक्तं तत्र पतनं वृक्ष अवधिकम् इति उक्तं खलु वृक्ष अवधिकम् इति अत्र किमर्थम् इति सूत्रेण वयम् अवगच्छामः वियोगः अथवा नाम विभागः यत्र भवति तत्र अपादानसंज्ञा भवति वियोगः अपायः नाम वियोगः अपाये यत् ध्रुवं नाम तत् न चरति तत्र फलं वृक्षात् पतति तत्र किं न चरति वृक्षः स्थितः एव वृक्षः ध्रुवः भवति अतः अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति. अतः एव तत्र वृक्षात् इति वयं वदामः, अपादानसंज्ञा भवति. यस्मात् वियुक्तः भवति तस्य अपादानसंज्ञा. तावदेव. नाम तत्र ध्रुवम् अपाये अपादानम्, अपाये यत् ध्रुवम् अस्ति तस्य अपादानकारकम् अपादानसंज्ञा भवति. अग्रे यत्र यत्र अपादानत्वं भवति तत्र काचन क्रिया भवति. अत्र फलं वृक्षात् पतति, तत्र पतनक्रिया. एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिर्भवति. नाम यत्र अपादानत्वं भवति तत्र क्रिया अस्ति, क्रिया यत्र भवति तादृशस्थलेषु तत्र विभागः इति पदार्थस्य कश्चन अवधिः भवति. पतनस्यापि अवधिर्भवति. पतनस्य वृक्ष अवधिकं खलु, पतनस्य अवधिकं वृक्षः अवधिकत्वं नाम तत्र अवधिः अथवा एतत् सर्वं तत्र वृक्षस्य विषये एव आगच्छति, न तु फलस्य विषये. विभागः सावधिकः, पतनमपि सावधिकः. तत्र सावधिकः इति जानाति वा, तत्र सावधिकः नाम सः इति तत्र केवलं स योगः अवधिक अवधिकः इति अवधिक. स इत्यनेन किं भवति, तेन सह इति अर्थः. तेन सह सः तत्र स इत्युक्ते स इत्यस्य अर्थः तेन सह नाम अवधिकः, अवधिकेन सह आगच्छति विभागः. यत्र यत्र विभागः तेन सह तत्र अवधिकः, अवधिकः अपि अस्ति. अवधिकः अवधिकेन सह विभागः आगच्छति, पतनमपि अवधिकेन सह आगच्छति. अतः पतनमपि सावधिकं, विभागः सावधिकः. नाम यत्र विभागः अस्ति तत्र अवधिकः इति विषयः तत्र सः अपि आगच्छति इति तावदेव. समीचीनं वा? अस्तु. अन्य कोऽपि अस्मिन् विषये प्रश्नः? तत्र शोभाभगिनी अथवा तत्र उषाभगिनी तत्र सूत्रस्य विषये किं किमपि वक्तुम् इच्छन्ति वा? न. अस्तु अस्तु, तर्हि अग्रे सरामः. तर्हि इदानीं अस्तु, तर्हि तत्र शुभदा भगिनी तत्र अद्य पठितुम् इच्छति वा अथवा केवलं श्रोतुम्? पठामि महोदय. तर्हि अत्र किञ्चित् पठतु तर्हि भगिनी. अधुना पृथक्त्वस्य स्थले अपादानकारकात् इदं भिन्नं, तथापि इदं पृथक्त्वं सावधिकम्. अपादानं तु परिष्कृतमस्ति, अतिव्याप्तम् अव्याप्तं मा भूत् इति परिष्कारः. क्रियाजन्यविभागः क्रियारहितविभागः एतादृशीषु परिस्थितिषु उभयत्र अपादानत्वं भवति एव. परन्तु यत्र पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियाधिकं न भवति, तथापि पृथक्त्वबुद्धिर्जायते. अत्र घटः अस्ति, तत्र कपालः. कुत्रापि क्रिया नास्ति, न कोऽपि विभक्तः, तथापि अयम् अस्मात् पृथक् इति बुद्धिर्जायते, भिन्नदेशे स्तः इत्यस्मात्. विभागः यः वर्तते तस्य कश्चन अवधिर्भवति, पतनस्यापि अवधिर्भवति, पृथक्त्वस्यापि अवधिर्भवति. प्रयत्नं करोमि महोदय. अस्तु अस्तु अस्तु. नाम भगिनि केवलं तत्र अवधिकम् इति तत्र विभागः यत्र भवति तत्रापि अवधिकम् अस्ति, पतनम् अस्ति चेत् तत्रापि अवधिकम् अस्ति. नाम तत्र यत्र ध्रुवम् अस्ति, नाम तत्र अपाये तत्र ध्रुवम् अस्ति, स्थिरः अस्ति, तत्र अवधिकः इति वक्तुं शक्नुमः. तावदेव. नाम तत्र फलः, तत्र फलं वृक्षात् पतति, वृक्षः इति तत्र तत्र पतनक्रिया अस्ति. अवधिकः अथवा अवधिकम् अवधिकः कः इत्युक्ते वृक्षः इति, यतोहि स्थिरः अस्ति. हा, तर्हि पतनम् अपि सावधिकं, किन्तु विभागः अपि, यत्र विभागः जायते नाम तत्र पृथक्, तत्र विभागः जायते इत्युक्ते तत्र अपादानकारकम् इति वदामः खलु, तत्र सावधिकम् अपि आगच्छति इति एव तावदेव उक्तम्. विभागः जायते इत्युक्ते तत्रापि अवधिकत्वं भवति इति. तर्हि अधुना पृथक्त्वस्य स्थले अपादानकारकात् इदं भिन्नम्. हा, पृथक्त्वम् अपि अपादानकारकं समानं नास्ति खलु? नास्ति नास्ति. अपादानकारकम् इति भिन्नं, पृथक्त्वम् इति अपि भिन्नम्. अपादानकारकं भिन्नं, पृथक्त्वस्य स्थले अपादानकारकात् इदं भिन्नम्. नाम पृथक्त्वम् इति विषय यदि चिन्तयामः तर्हि अवगच्छामः पृथक्त्वम् इति भिन्नम्, अपादानकारकम् इति भिन्नं. नाम तत्र घटः, नाम क्षम्यतां, तत्र फलं वृक्षात् पतति, तत्र अपादानकारकम् अस्ति खलु? आम्. हा, किन्तु पृथक्त्वम् इति तत्र तादृशं नास्ति खलु? नाम तत्र किमपि पतति, तत्र पतनक्रिया किमपि नास्ति खलु? तत्र पृथक्त्वम् इति एव नाम तत्र अग्रे पश्यामः भगिनि. हा, तत्र तथापि तथापि इदं पृथक्त्वं सावधिकं, पृथक्त्वं तु अवधिकेन सह वर्तते इति. अपादानं तु परिष्कृतमस्ति, अतिव्याप्तम् अव्याप्तं मा भूत् इति परिष्कारः. इति न अवगतं महोदय. अग्रे किञ्चित् पठामः भगिनि. क्रिया, क्रियाजन्यविभागः, क्रियारहितविभागः, एतादृशीषु परिस्थितिषु उभयत्र अपादानत्वं भवति एव. नाम तत्र अपादानत्वं क्रियाजन्यविभागे अपि भवति, क्रियाजन्यविभागे अपि भवति, यत्र क्रिया नास्ति तत्र अपि अपादानत्वं भवति इति दत्तं. परन्तु कथमिति न अवगतं. वृक्षात् फलं पतति चेत् तत्र क्रिया भवति, किमपि क्रिया भवति, एकस्मात् अन्यत् किमपि पृथक् नाम आम् पृथक् भवति इति कृत्वा तत्र क्रिया अस्ति. तर्हि क्रियाजन्यविभागे अपादानत्वं भवति इति तु सरलमस्ति, क्रियारहितविभागे अपादानत्वं कथं भवति इति न अवगतम्. अग्रे अग्रिमे वाक्ये एव परन्तु यत्र पृथक्त्वबुद्धिः जायते कुत्रापि क्रियाधिकं न भवति. हा, नाम तत्र घटः पठात् पृथक् इति वदामः तर्हि तत्र अपादानत्वं भवति खलु? तर्हि तत्र क्रिया नास्ति. घटः पटात् पृथक् इति तत्र अपादानत्वम् अस्ति खलु? तत्र पञ्चमी विभक्ति अस्ति किन्तु क्रिया नास्ति खलु? क्रिया नास्ति. घटात् पटः भिन्नः इति वदामः, भिन्नः न, भिन्नः इति तत्र इति मास्तु इति मास्तु यतोहि तदेषः एव मूलविषयः. हा तर्हि केवलं तत्र घटः पटात् पृथक् इति स्वीकुर्मः तर्हि तत्र किं जायते? तत्र पञ्चमी अस्ति तर्हि अतः अपादानकारकम् इति अस्ति, किन्तु तत्र क्रिया नास्ति. क्रिया नास्ति सत्यम्. अतः क्रियादिकं पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियाधिकं न भवति. हा नाम पृथक्त्वबुद्धिर्जायते नाम यदि अस्माकं ज्ञानस्य तत्र आकारः अस्ति घटः पटात् पृथक् इति तादृशस्वरूपं तत्र ज्ञानस्य स्वरूपं तादृशम् अस्ति चेत् तदा किं भवति तत्र क्रियादिकम् इति किमपि नास्ति तत्र तस्मिन् सन्दर्भे. तथापि पृथक्त्व बुद्धिर्जायते तत्र पृथक्त्वं तु अस्ति एव घटपतयोर्मध्ये. अत्र घटः अस्ति तत्र कपालः कुत्रापि क्रिया नास्ति न कोऽपि विभक्तः तथापि अयम् अस्मात् पृथक् इति बुद्धिर्जायते भिन्नदेशे स्तः इत्यस्मात्. तत्र घटः एकस्मिन् स्थले अस्ति कपालः अन्यस्मिन् स्थले अस्ति तत्र तयोर्मध्ये कापि क्रिया नास्ति कस्मात् किमपि विभक्तः न भवति इति तथापि यद्यपि तत्र विभजनस्य क्रिया नास्ति तथापि अयम् अस्मात् पृथक् नाम घटः कपालात् पृथक् अस्ति कपालः घटात् पृथक् अस्ति इति बुद्धिः इति अवगम्यते यतोहि द्वौ अपि भिन्नदेशे स्तः तयोः देशाकाशः खलु आकाशदेशः आकाशे कस्मिन् भागे अस्ति इति कृत्वा आकाशदेशः भिन्नः अतः द्वयोः मध्ये पृथक् बुद्धिः तु अस्ति एव पृथक्त्वम् अस्ति विभागः यः वर्तते तस्य कश्चन अवधिः भवति नाम यत्र विभागः भवति तत्र अवधिः भवति तस्य विभागस्य अवधिः भवति अवधिः भवति पतनस्य अपि अवधिः भवति पृथक्त्वस्यापि अवधिः भवति विभक्त क्रिया विभजनस्य क्रिया इति अस्ति एकस्मात् अन्यः किमपि अन्यत् किमपि विभक्तः भवति तर्हि तत्र अवधिः इति कश्चन आगच्छति कश्चन अस्ति पतनक्रिया तादृशी क्रिया अस्ति चेदपि अवधिः इति भवति तस्य पतनक्रियायाः अपि अवधिः भवति अपि च पृथक्त्वस्यापि अवधिः भवति नाम पृथक्त्वम् अपि पतनक्रिया पृथक्त्वं तत्र क्रिया नास्ति पुनः पृथक्त्वम् इति विभागः नास्ति किन्तु तत्रापि तत्र अवधिः भवति अवधिः तु भवति तत्र अपादानकारकात् इदं भिन्नम् इति तत्र तस्य वाक्यस्य मम मनसि तस्य अर्थः मम मनसि स्पष्ट तस्मिन् विषये स्पष्टता नास्ति अतः पुनः अग्रिमे वर्गे किञ्चित् तस्मिन् विषये चिन्तयामः किन्तु तत्र पृथक्त्वस्य अपि अवधिः भवति अपि पृथक्त्वम् इति विभागः नास्ति क्रिया अपि नास्ति एतावत्तु अवगच्छामः खलु सत्यं महोदय किन्तु अस्य वाक्यस्य तत्र किञ्चित् चिन्तनं कृत्वा अग्रिमे वर्गे यत् अवगच्छामि तत् वदामि किन्तु इदानीं मनसि स्पष्टता नास्ति अतः प्रयत्नमपि न करोमि अपि च अतिव्याप्तम् अव्याप्तं मा भूत् तदपि सत्यं भगिनि तस्य अपि तत्र किञ्चित् चिन्तनं भवेत् अस्तु भगिनि अतः अन्वेषणं कृत्वा तत्र अग्रिमे वर्गे वदामि अस्तु धन्यवादः वियोगः वा अत्र हा सत्यं भगिनि हा विभागः नाम वियोगः सत्यं हा न अवधिः इति पदस्य अवधिः इति भिन्नः अवधिः इति तत्र यत् ध्रुवम् अस्ति विभागसमये यत् ध्रुवम् अस्ति सः अवधिः इति वृक्षः अवधिः आसीत् हा विभागः इति गुणः अस्ति किन्तु अवधिः तत्र द्रव्यं भवितुम् अर्हति नाम वृक्षः भवितुम् अर्हति अस्तु समीचीनम् अस्तु अग्रे तर्हि उषा भगिनी अग्रे अस्तु महोदय तर्हि इदं पृथक्त्वं तद् यथा घटात् पृथक् इति वदामः तर्हि इदं पृथक्त्वं तद् यथा घटात् पृथक् इति वदामः ततः घटावधिकम् इति उच्यते घटावधिकं सो घटौ अधिकं न घटावधिकम् अवधिकं नाम घटा अवधिकम् आम् आम् पृथक्त्वं नाम विभागस्य अपि अवधिकम् अस्ति अवधिः अस्ति पतनस्य अपि अवधिः भवति अस्ति पृथक्त्वस्यापि अवधिः भवति भवति सो घटात् पृथक् इति वदामः चेत् घटावपि अवधिकम् अस्ति इति तदा घटा अवधिकम् इति उच्यते नाम पतनं यथा जायते नाम तत्र वयं फलं क्षम्यतां फलं तत्र वृक्षात् फलं वृक्षात् पतति इति वृक्षात् पतति तत्र पतनक्रियायाः अवधिकं वृक्षः अवधिकः वृक्षः इति उक्तवन्तः खलु वृक्ष अवधिकं तत्र वृक्ष अवधिकं पतनम् इति आगतं खलु पतनं वृक्ष अवधिकं पतनम् इति आगतम् इदानीं यदि वयं वदामः तत्र पटः घटात् पृथक् पटः घटात् पृथक् आम् तत्र पतनं वृक्ष अवधिकं पूर्वमासीत् खलु पतनं वृक्ष अवधिकम् आम् वृक्षात् इति अस्ति पतनं वृक्ष अवधिकम् आसीत् खलु इदानीं पटः घटात् पृथक् इति अस्ति तर्हि तत्र पृथक्त्वं पृथक्त्वस्यापि अवधिः भवति इति उक्तं तर्हि तत्र पृथक्त्वम् इति इदानीं तत्र तस्य अवधिः कः इत्युक्ते घटः एव पृथक्त्वस्य अवधिः घटः एव नाम यदि वृक्षात् लैक् दट् वृक्षात् पतनम् इति तदा पतनम् इति पतनक्रिया तस्य अवधिः भवति पतनक्रियायाः अवधिः वृक्षः वृक्षः तथैव अत्र पृथक्त्वस्यापि अवधिः पृथक्त्वस्य अवधिः घटः एव घटः यतोहि तत्र एव पञ्चमी अस्ति अस्तु महोदय अतः घट अवधिकम् इति पृथक्त्वम् इदानीम् इदं पृथक्त्वम् इदं घट अवधिकम् अस्तु कपाले यत् पृथक्त्वं कपाले यत् पृथक्त्वं तत् घट अधिकं घट अवधिकम् अवधिकं घट अवधिकं पृथक्त्वम् नाम इदानीं तत्र कपालः इति स्वीकुर्मः तर्हि कपालः घटात् पृथक् इति वाक्यं स्वीकुर्मः कपाले यत् पृथक्त्वं तत् घट अवधिकं पृथक्त्वम् इति भवति समीचीनं कपाले यत् पृथक्त्वं कपाले इदानीं पृथक्त्वम् अस्ति तत् घट अवधिकं पृथक्त्वम् अस्ति तत्र क्रिया न उत्पन्ना विभागः न उत्पन्नः तत्र क्रिया न उत्पन्नः, विभागः न उत्पन्नः. कपालः घटात् पृथक् इति प्रत्ययः, कपालः घटात् पृथक् इति अस्माकं ज्ञानम्. ओके, कपालः घटात् पृथक् इति प्रत्ययः. कदा अयं प्रत्ययः भवति? भिन्नदेशस्त्वे एव भवति. भिन्नदेशस्तत्त्वे एव भवति. यत्र यदा भिन्नदेशस्तत्त्वं नाम भिन्नदेशे स्तः, तदा एव तत्र तदा एव एषः प्रत्ययः भवति. यतोहि भिन्नदेश देशे स्तः इति सन्दर्भे एव पृथक् इति वक्तुं शक्नुमः. पृथक्त्वम् इति भिन्नदेश तत्र पृथक्, अतः तत्र पृथक् इति अस्ति इति कृत्वा आकाशदेशः भिन्नः, भिन्नदेशे स्तः, भिन्नदेशस्तत्त्वे इति अस्ति. तर्हि तत्र पृथक्त्वस्यापि अवधिः भवति. व्यवहारः कीदृशः इत्युक्ते, कपालः घटात् पृथक् इति यदि वदामः तर्हि पृथक्त्वस्य अवधिः भवति घटः. तावदेव. तत्र फलं वृक्षात् पतति, तत् तर्हि तत्र पतनक्रिया अस्ति, क्रियायाः अवधिः वृक्षः अस्ति. यत्र कपालः घटात् पृथक् इति वदामः तर्हि पृथक्त्वस्य अपि अवधिः अस्ति, अवधिः अस्ति. पृथक्त्वं घट अवधिकं पृथक्त्वम् इति व्यवहारः. अस्तु, समीचीनं. किन्तु तत्र वदतु भगिनि. इदानीं पूर्वम् इदानीमेव दृष्टवन्तः तत् पृथक्तभाव, पृथक्त्वम् इति भावः घटकपालयोः मध्ये न वर्तते. समानेव देशवृत्तित्वम् अस्ति खलु, कपाल तथा घटः. समीचीनं भगिनि. तर्हि तत्र कपालः इति त्यजामः, तत्र पटः घटात् पृथक् इति स्वीकरोतु. समीचीनमेव. तर्हि पटः घटात् पृथक् इति स्वीकुर्मः तर्हि तर्हि तत्र पटे यत् पृथक्त्वं तत् घट अवधिकं पृथक्त्वम् इति. समीचीनं भगिनि. भेदः एव दृश्यते पूर्वं, कपालः घटः. किन्तु तत्र पृथक् पृथक् इति वदामः खलु, पृथक् इति वदामः तर्हि तयोः देशः भिन्नो भवेत्. अतः तत्र केवलं सारल्यं भवतु इति कृत्वा पटः घटात् पृथक् इति स्वीकुर्मः. तर्हि पटे पृथक्त्वम् अस्ति. कीदृशं पृथक्त्वम् इत्युक्ते घट अवधिकं पृथक्त्वं पटे अस्ति इति समीचीनं भवति. तर्हि तत्र अस्य वाक्यस्य अर्थः आवश्यकः अपि, अपादानं तु परिष्कृतमस्ति इति. तत्रापि अन्य कोऽपि अथवा अन्य कापि जानाति चेत् कृपया सूचयतु. अस्तु, तर्हि एतावत् कृतवन्तः. अग्रिमे वर्गे अग्रे सरामः. तर्हि अत्र अस्तु, विरमामः. अग्रिमे वर्गे मिलामः तर्हि. धन्यवादः, नमस्कारः. अग्रिमे वर्गे मिलामः. नमस्कारः, धन्यवादः.